अस्तु, तर्हि अध्ययनविषयः अस्ति विसर्गसन्धिः। एतावता प्रमुखविषयाः समाप्ताः, नाम तत्र भाटसूत्राणि सन्ति, तत्र सोपानपञ्चकमस्ति, पञ्चसूत्राणि सन्ति, एतत् सर्वम् अस्माभिः परिशीलितमस्ति, सर्वे अवगतवन्तः। इदानीं एकं वक्तव्यमस्ति, यत्र लोपः भवति आकारपरकः आकारानन्तरं तत्र लोपः अथवा अकार अनन्तरं लोपः, तत्र तृतीये सोपाने च पञ्चमे सोपाने च उभयत्र लोपः भवति, तत्र अपरस्मिन् पक्षे यकारस्य विकल्पेन तु भवति एव, यकारस्य विकल्पः भवति तत्र, यत्र आकारः अस्ति अपि च अकारः, तत्र ततः अग्रे केवलं स्वरः अस्ति चेत् इति अस्माभिः दृष्टं, यत्र आकारः तृतीयसोपानं पश्यन्तु, तृतीयसोपाने अशि हसि हसि हसि हलि हसि हलि हसि इति विषयः आसीत् खलु, तत्र भो भगो अघो अपूर्वस्य योषि अशि अशि, अनन्तरं सर्वेषां हलः इति अपरस्मिन् तत्र हल्सन्धौ अस्माभिः परिशीलितमासीत् इति कृत्वा, तृतीयसोपाने यत्र अग्रे स्वरः अस्ति, यत्र अग्रे स्वरः बालाः इच्छन्ति, न तु बालाः धावन्ति, बालाः धावन्ति इत्यस्मिन् एक एव रूपमस्ति लोपः, बालाः इच्छन्ति इत्यस्मिन् एकवारं बाला इच्छन्ति, अपरस्मिन् पक्षे बाला यच्छन्ति इति पक्षद्वयमस्ति तृतीयसोपाने, केवलं स्वरे परे लोपः शाकल्यस्य तेन इति तृतीयसोपाने सर्वेषाम् अवधानं भवेत्। तत्र बाला धावन्ति, किन्तु बाला इच्छन्ति अथवा बाला यच्छन्ति इति पक्षद्वयमस्ति। पुनः पञ्चमे सोपाने तत्र गतसप्ताहे सुब्रह्मण्यं तत्र पृष्टवान्, सत्यमपि अस्ति, अग्रे गत्वा एतत् सर्वं प्रदर्शयिष्यामि। इदानीं एकवारं वदामि, पञ्चमे सोपाने बालः इच्छति, तत्र साधारणतया लोपं कुर्मः, बालः इच्छति इति बाल इच्छति इति भवति, रामः आगच्छति इति राम आगच्छति इति अस्ति, तत्र अस्माभिः किमुक्तम् आचि नाम आति इचि इति अस्ति पञ्चमे सोपाने। अत्रापि प्रक्रिया तादृशी अस्ति, भो भगो अघो अपूर्वस्य योषि लोपः शाकल्यस्य इति तादृशी प्रक्रिया अस्ति अत्रापि, इति कारणतः विकल्पेन यकारः विरलतया दृश्यते, केवलं सूचनार्थं वदामि, बाल यच्छति राम यागच्छति इति अपि सम्भवति इति अत्र दत्तमस्ति। अत्र रामप्रियभगिनी पठतु तत्र पञ्चमसोपानस्य अन्ते अत्र वस्तुतस्तु। आम्, अत्र वस्तुतस्तु अन्यविकल्पः अस्ति, बाल इच्छन्ति रामया गच्छति, भो भगो अपु सम्यक्तया उच्चारयतु रामया, प्रथमं बाल इच्छन्ति, बाल इच्छन्ति रामया गच्छति, क्षम्यतां तत्र नकारः नास्ति, बाल यच्छति, बाल इच्छति रामया, पश्यतु भगिनि, बाल इच्छति इति नास्ति, बालयच्छति, बाल इच्छति, यकारः आम्, बाल इच्छति एव, य इच्छति, बाल इच्छति रामया गच्छति. नाम तत्र बालः इच्छति इत्यस्य रूपद्वयं भवति, बाल इच्छति अथवा बालयिच्छति. बालयिच्छति वदतु एकवारं. बालयिच्छति, बालयिच्छति हा इति अस्ति. हा एकपक्षः अस्तु. भो भगो अगो अपूर्वस्य योषि लोपः शाकल्यस्य इति सूत्राभ्याम् अयं विकल्पः विरलतया उपयुज्यते इति कृत्वा भाटसूत्रे न अन्तर्गतम् इति अस्ति. अस्तु समीचीनं. अग्रे किं लिखितमस्ति? अतः अखरी विसर्गात् पूर्वम् अत् अस्ति चेत् इतोपि कार्यं भवति, यतोहि पुनः अग्रे द्रष्टव्यं भवति. इदं ज्ञातुं यत् विसर्गस्य पुरतः अत् हश् वा आत् इच् वा इति, तदनुसृत्य चतुर्थसोपानस्य पञ्चमसोपानस्य च भेदः साधितः. चतुर्थसोपाने उकारादेशः, पञ्चमसोपाने लोपः इति ध्येयम्. अत्र दत्तमस्ति यदा विसर्गात् पूर्वं प्रथमम् अखरि विसर्ग अनन्तरं विसर्गात् पूर्वम् अत् अस्ति चेत् किं कार्यं भवति इति, पुनः अग्रे वयं द्रष्टव्यं विसर्गात् विसर्गस्य पुरतः अत्वा हश्वा इति मार्ग प्रथममार्गं, द्वितीयमस्ति आत्वा इच्छ्वा इति द्वितीयमार्गं, तदनुसृत्य चतुर्थ वा पञ्चमसोपानं गन्तव्यम् इति. चतुर्थसोपाने तु उकारादेशः भवति विसर्गस्य स्थाने, पञ्चमसोपाने विसर्गस्य लोपः भवति. हा बहु समीचीनमस्ति. फलतार्थः अस्ति ओकारः चतुर्थे सोपाने अपि च पञ्चमे सोपाने लोपः. एकस्मिन् अतिहसि चतुर्थे तु लघु अकारः अथवा हस्वर्णः मृदु व्यञ्जनं, पञ्चमे तु आति अचि. हा समीचीनमस्ति. सर्वेषां मनसि वस्तुतः एतत् सर्वं सरलमस्ति खलु. तदर्थं भाट्यसूत्राणि समीचीनानि सन्ति. प्रथमतया यतोहि बहूनां भ्रमः भवति विसर्गसन्धिविषये. ये तथाकथितपण्डिताः सन्ति तेषामपि भ्रमः भवति, तेषामपि दोषः अस्ति बहुत्र. अतः एकवारम् एतत् सर्वं सरलरीत्या प्रदर्शनीयमस्ति. अस्तु इदानीं सुब्रह्मण्यं तत्र आहत्य पञ्चसूत्राणि. आहत्य भट्टमहोदयस्य सूत्रपञ्चकम् इदम्: विसर्जनीयस्य सह खरि काकापापेतु विसर्गः, इचः परस्य विसर्जनीयस्य रेभः अखरि, आतः परस्य विसर्जनीयस्य लोपः अखरि, अतः परस्य विसर्जनीयस्य अतिहसि च उत्वम्, अतः परस्य विसर्जनीयस्य आचि लोपः. यत्र कुत्रापि विसर्गो भवति तत्र विसर्गसन्धिः कीदृशो भवेत् इति एभिः पञ्चभिः सूत्रैः शीघ्रमेव सुलभतया च निर्णेतुं शक्यते. अस्तु ध्येयम् इदानीमेव तावत् तावत् वदतु. अत्र भाट्टसूत्रपञ्चकम् इति दत्तमस्ति. अत्र प्रथममस्ति विसर्जनीयस्य सह खरि काखापापेतविसर्गः. अत्र पूर्णतया संक्षिप्तरूपेण एकवारं वदामि वा महोदय? अत्र क्षम्यतां, मम दोषः आसीत्. अत्र यद् लिखितमस्ति तत्तु पठतु अनन्तरम् अन्यत्र मम चिन्तनमासीत्. परिसमाप्य वदतु. ध्येयं यत् विसर्गलोपः स्थलद्वये विहितः, पूर्वम् आत् परम् अखर् इति चेत् लोपः, पूर्वम् अत् परम् आच् इति चेत् लोपः. अतः तृतीयसोपाने पञ्चमसोपाने च लोपो भवति इति क्रमः. इदानीमत्र भाट्टसूत्रपञ्चकमिति दत्तमस्ति क्रमेण पञ्चसूत्राणि. यत्र कुत्रापि विसर्गः भवति अत्र विसर्गसन्धिः कथं भवति इति एते एभिः पञ्चभिः सूत्रैः वयं सरलतया वक्तुं शक्नुमः. अपि च अत्र यदि खर्वर्णः परः अस्ति तर्हि तु विसर्गस्य स्थाने सकारः आदेशः भवति. क ख प फ एते सन्ति चेत् अत्र विसर्गः तिष्ठति. द्वितीयमस्ति अत्र यदि अखर् वर्णः परः अस्ति तदानीं वयं विसर्गस्य पूर्वं कः विसर्गात् पूर्वं कः वर्णः. यदि इच् वर्णः अस्ति चेत् विसर्गस्य स्थाने रेपः भवति. अनन्तरम् अत्र इच् वर्णः नास्ति विसर्गात् पूर्वम्. इदानीं द्रक्ष्यामः यदि दीर्घ आकारः अस्ति वा. यदा दीर्घ आकारः अस्ति तदा अत्र विसर्गस्य स्थाने विसर्गस्य लोपः भवति. अपि च यदि दीर्घ आकारः अपि नास्ति तदानीं वयं द्रक्ष्यामः अत्र अकारः ह्रस्वाकारः अस्ति इति. ह्रस्वाकारः अस्ति चेत् पुनः वयं किं कुर्मः इत्युक्ते अखर्वर्णः कीदृशः इति द्रक्ष्यामः. यदि ह्रस्व अकारः वा हश्वर्णः वा अस्ति तर्हि अत्र उत्वं भूत्वा ओकारः भवति. अपि च यदि अत्वर्णः नास्ति हश्वर्णः नास्ति इदानीं तु अत्र दीर्घ आकारः वा इच्वर्णः वा अस्ति तर्हि अत्र विसर्गस्य लोपः भवति. आहत्य अत्र खरिपरे तु सकारः अखरि इच्वर्णः पूर्वमस्ति चेत् रेपः. अपि च आत्वर्णः अस्ति चेत् विसर्गस्य लोपः. लोपः तु स्थानद्वये भवति. अत्र अखर्वर्णः परः आत्वर्णः पूर्वं तस्मिन् समये विसर्गस्य लोपः. अपि च आच्वर्णः परः अत्वर्णः पूर्वम् अस्ति चेदपि विसर्गस्य लोपः भवति इति दत्तमस्ति महोदय. हा बहु समीचीनमस्ति. एतावता अस्माकम् उत्तरदायित्वं किम् इति चेत् तत्र प्रत्येकं सूत्रं पठित्वा मनसि कल्पना कल्पनीया अस्ति, नाम तत्र कल्पना करणीया अस्ति. इत्युक्ते तत्र सूत्रस्य पठनेन अस्माकं मनसि एकं दृश्यं व्युत्पन्नं भवेत्. विद्याभगिनी एकवारं तत्र प्रत्येकं सूत्रस्य एकम् उदाहरणं वदतु कृपया. तत्र उदाहरणसहितचिन्तनं बहु समीचीनम् अस्ति. विसर्जनीयस्य सह खरि कख पफेतु विसर्गः, नाम विसर्जनीयस्य खरि किं भवति उदाहरणं? विसर्जनीयस्य सह करि ख ख पपेतु विसर्गः, तस्य उदाहरणं रामः चिन्तयति. तत्र विसर्गस्य अनन्तरं खर्वर्णः अस्ति चकारः इति कृत्वा विसर्गात् पूर्वं कः वर्णः अस्ति इति न द्रष्टव्यम्. अत्र विसर्गस्य स्थाने सकारादेशः भवति प्रथमम्. अनन्तरं अत्र चकारस्य प्रभावेन सकारस्य शकारः स्तोश्चिनाश्चुः इत्यनेन रामश्चिन्तयति. हा बहु समीचीनमस्ति. अथवा तिष्ठति, रामस्तिष्ठति. यत्र अग्रे खर्वर्णः अस्ति तत्र अन्यत् किमपि न चिन्तनीयमस्ति. रामः तत्र अकारः अस्ति. तत्र मुनिः तिष्ठति किं भवति? मुनिः तिष्ठति, मुनिस्तिष्ठति. हा मुनिस्तिष्ठति. बालाः तिष्ठन्ति, बालाः तिष्ठन्ति, बालास्तिष्ठन्ति. हा सर्वत्र रामस्तिष्ठति, मुनिस्तिष्ठति, बालास्तिष्ठन्ति, सर्वत्र समानः खलु. नाम अग्रे तिष्ठति अथवा तादृशमस्ति, चिन्तयति, तिष्ठति. अग्रे खर्वर्णः अस्ति चेत् अन्यत् किमपि चिन्तनीयं नास्ति. अस्तु, द्वितीयं सरलाभगिनी उदाहरणं ददातु. अजय महोदय. हरिः धावति. किं भवति? विसर्जनीयस्य रेफः भवति, हरिर्धावति भवति. हरिर्धावति. गुरुः गच्छति, गुरुः गच्छति, गुरुर्गच्छति इति भवति. बहु समीचीनमस्ति. सर्वत्र सः अस्ति, किमपि चिन्तनीयं नास्ति. बहु सरलमस्ति. तत्र गच्छति खरि नास्ति इति कृत्वा, यत्र खर् नास्ति पूर्वम् इच् तादृशं भवति सर्वत्र. अस्तु, बहु सरलमस्ति. अस्तु, तृतीय उदाहरणम् इति लक्ष्मीभगिनी. बालिकाः गच्छन्ति, तत्र बालिका गच्छन्ति इति भवति, तत्र विसर्गस्य लोपः भवति. बालिकाः गच्छन्ति, समीचीनमस्ति. बालिकाः चिन्तयन्ति, बालिकाश्चिन्तयन्ति प्रथमं सूत्रं कार्यं करोति. चकारः खर्वर्णः. बहु समीचीनमस्ति. बुद्धं बहु सम्यक् अस्ति. अस्तु, अग्रे अग्रे राजी भगिनी, चतुर्थसोपानस्य चतुर्थसोपानस्य विसर्गात् परः अतः परं जगति चेत् एकनिमिषं महोदय. अन्तवन्ते अन्तवन्तः इमे अन्तवन्ते इमे इति आगच्छति. किम् भगिनि, भवत्याः मनसि यदस्ति तद्वदतु. अत्र पुस्तकस्य दर्शनस्य आवश्यकता नास्ति, इदानीम् अभ्यासस्य कालः. साधारणवाक्यं, रामः आगच्छति. चतुर्थसोपानस्य उदाहरणम् अपेक्षितमस्ति. चतुर्थसोपानस्य राजेन्द्रमहोदय वदतु. आम् महोदय, अत्र चतुर्थसोपाने किम् अस्ति, विसर्गस्य पूर्वं बालः अस्ति, अत्र विसर्गस्य पूर्वम् अत् अस्ति, अनन्तरमपि अत् अस्ति, तत् उकारः आदेशः भवति. तत्र बालो अस्ति, बालो अस्ति, तत् निष्पन्नं भवति. किन्तु सम्यक्तया उच्चारणं करोतु. तत्र किं भवति, बालः अस्ति इत्यस्मिन् किं भवति? बालोस्ति, बालोस्ति, बालोस्ति. बहु समीचीनमस्ति. इदानीं हसि इत्यस्य उदाहरणं जगन्नाथमहोदय वदतु, चतुर्थसोपानस्य. बालः धावन्ति, धावति, बालो धावति इति तस्य परिणामः. बहु समीचीनमस्ति. अतः बालः अस्ति, बालोस्ति, बालः गच्छति, बालो गच्छति, बालः विद्यालयं गच्छति, बालो विद्यालयं गच्छति इति आदिकमस्ति चतुर्थे सोपाने. अस्तु, पञ्चमे सोपाने, पञ्चमे सोपाने रत्ना भगिनी वदतु. अस्तु, अत्र बालः इच्छति इति उदाहरणं स्वीकुर्मः. तत्र अत्र परिशीलनस्य आवश्यकता नास्ति. किं भवति, बाल इच्छति अथवा बालयिच्छति इति भवति. बहु समीचीनमस्ति. इदानीं तत्र इच् इत्यस्य इदानीम् आत् आत् अस्ति चेत् बालाः धावन्ति पुनः अस्तु अस्तु, पञ्चममेव. बालाः आगच्छन्ति इति स्वीकुर्मः चेत् बाला आगच्छन्ति इति भवति. बहु समीचीनमस्ति. नाम उदाहरणसहितस्मरणं भवेत्. प्रत्येकं सोपानस्य उदाहरणं मनसि तिष्ठति चेत् अस्माकं न कदापि भ्रमः भवति. मनसि एकम् उदाहरणं भवति चेत् आजीवनं सम्यक्तया तिष्ठति. अस्तु, सम्यक्. इति पञ्चसूत्राणि सन्ति. तत्र सोपानपत्रिकमस्ति, बहु समीचीनमस्ति. इदानीं विशिष्टपरिस्थितित्रयं भवति. विशिष्टपरिस्थितित्रयं भवति इति नाम प्रमुखपरिस्थितित्रयं प्रमुखतया, तद्विहाय अपि अन्यानि तत्र सन्ति किन्तु विरलतया भवति, अनन्तरं किञ्चित् वदामि, किन्तु इदानीं प्रमुखविशिष्टपरिस्थितित्रयम् इति पश्येम. अखिल भगिनी तत्र प्रथमं पठति वा? आं महोदय. अधुना अपवादत्रयं वक्तव्यं. रेपान्तानि अव्ययानि. प्रातः इच्छति, प्रात इच्छति दोषः. प्रात किं सोपानं भवति स्म? तत्र पञ्चमसोपानं भवति स्म, यतोहि तत्र अनन्तरं आचि अस्ति, विसर्गस्य पूर्वं तु अकारः अत् अस्ति इति कृत्वा पञ्चमस्तोपानं कृत्वा तत्र लोपः अथवा विरलतया विकल्पेन यकारः इति भवति, परन्तु तादृशरूपं दोषाय इति अस्ति. अस्तु, अग्रे पठतु कृपया. प्रात इच्छति तु अतः परस्य विसर्जनीयस्य आचीलोपः इति सूत्रम् अनुसृत्य भवति स्म, परन्तु अत्र दोषः. प्रातः इच्छति, प्रातरिच्छति साधु. अत्र नियमः यत्र रेफान्तानि अव्ययानि सन्ति तत्र केवलं बाटसूत्रेषु प्रथमसूत्रं कार्यं करोति, अन्यत्र सर्वत्र रेपः एव आदिष्टः. अतः रेपान्त अव्ययानां कृते सूत्राणि द्वितीय आरभ्य पञ्चमपर्यन्तम् इत्येषां स्थाने रेपः एव भवति. इत्युक्ते प्रातः इच्छति इति अत्र मूल प्रातः इति पदस्य मूलरूपम् अस्ति प्रातर् इति, इत्युक्ते रेपान्त अव्ययपदमस्ति प्रातः इति पदम् इति कृत्वा करीपक्षे इत्युक्ते प्रथमसूत्रं यत्र विसर्जनीयस्य सह करी कख पफे तु विसर्गः इति स्थिति यदा अस्ति तत्र भाटसूत्रस्य कार्यं भवति, रेपस्य स्थाने सकारः भवति. अन्यत्र सर्वत्र इत्युक्ते अकरीपक्षे पूर्वं यत्किमपि भवतु परन्तु विसर्गस्य अनन्तरम् अकरी अस्ति चेत् तत्र सर्वत्र रेपः एव तिष्ठति. तर्हि अस्मिन् उदाहरणे विसर्गस्य अनन्तरम् इकारः अस्ति, अकरी अस्ति इति कृत्वा तत्र द्वितीयारभ्य पञ्चमपर्यन्तं यानि सूत्राणि सन्ति तेषाम् उपयोगम् अत्र न भवति इति, तत्र केवलं रेपः एव तिष्ठति इति कृत्वा प्रातरिच्छति इति एव रूपं भवति. हा, बहु समीचीनमस्ति. तत्र अनन्त एतत् सर्वम् अस्य सर्वस्य परिशीलनानन्तरं किञ्चित् प्रदर्शयामि तत्र सूत्राणि कानि कथम् अस्ति. एतत् सर्वं बहु सुन्दरमस्ति किन्तु सरलरीत्या एकवारम् अवगन्तव्यमस्ति. पञ्चसूत्राणि जातानि, इदानीम् अपवादत्रयं द्रष्टव्यमस्ति. प्रथमम् इदम् अस्तु, तर्हि केवलं प्रथमे सोपाने तत्र नियमनुसृत्य भवति. बालसुब्रह्मण्यं वदति अग्रे पठतु कृपया. तत्र प्रातः तिष्ठति. प्रातः तिष्ठति, प्रातस्तिष्ठति साधु. इदम् उदाहरणं प्रथमसूत्रेण विसर्जनीयस्य सः करि कख पपे तु विसर्गः इत्यनेन प्रवर्तते. अन्यत्र सर्वत्र रेपः. अत्र प्रातः तिष्ठति, प्रातरिष्ठति करी अस्ति, तिष्ठति तकारे, तस्मात् सकारः प्रातस्तिष्ठति. इति अस्ति. अत्र विसर्गः कथं लोपः भवति? सकारः प्रातस्तिष्ठति. प्रथमं सोपानम् अनुसृत्य भवति अन्यत्र सर्वत्र रेफः एव. अस्तु, समीचीनमस्ति. पुष्पभगिनी अग्रे. महोदय, अव्ययस्य अन्ते विसर्गः अस्ति चेत् तस्य अव्ययस्य प्रातिपदिकं ज्ञेयं. रेफान्तं प्रातिपदिकम् अस्ति चेत् तर्हि तद् अव्ययम् अपवादभूतम् अस्ति इति ध्येयं. यथा प्रातः इत्यस्य प्रातिपदिकं प्रातर्, पुनः इत्यस्य प्रातिपदिकं पुनर्, अन्तः इत्यस्य प्रातिपदिकम् अन्तर्. इमानि अव्ययानि रेफान्तानि, अतः अपवादभूतानि. परन्तु प्रातिपदिकं रेफान्तं नास्ति चेत् तर्हि सामान्यैः सूत्रैः क्रमः प्रवर्तते. यथा अतः रेफान्तं नास्ति. अत्र कोऽपि प्रातिपदिकं अन्ते रेफः अस्ति चेत् तत्र इदं इदं सूत्रम् उपयोगं कुर्मः. नाचेत् सकारः आयाति, नाचेत् सामान्यसूत्रं कार्यं करोति. न न, किं किं वदति भवती? नो चेत् न, प्रथमं सोपानम् अनुसृत्य भवति सकारः, अन्यत्र सर्वत्र अन्यत्र रेफः भवति. रेफान्त नास्ति, यथा अतः रेफान्त नास्ति. किमिति? अतः इति. अतः तादृशं तत्र अन्तर् इति नास्ति. तत्र रेफान्तव्ययानि तत्र पुनः इत्यस्य पुनर्, अन्तः इत्यस्य अन्तर्, प्रातः इत्यस्य प्रातर् इति त्रीणि प्रमुख उदाहरणानि सन्ति. प्रमुखानि उदाहरणानि त्रीणि विशेषतः. अन्यानि सन्ति, किन्तु विशेषतः यतोहि तत्र अत् अस्ति, अकारः, प्रातः, पुनः पुनः, अन्तः इति कृत्वा तत्र विशेष विशिष्टम् अवधानं दातव्यमस्ति. अन्यत्र यथा बहिः अपि तथा अस्ति. पश्यन्तु, चिन्तयन्तु, अत्र बहिः, तत्र बहिरस्ति, किन्तु वस्तुतः यतोहि अकारः नास्ति अपि तु इच् अस्ति, अतः यद्यपि रेफान्तम् अव्ययमस्ति तथापि नियमनुसृत्य तु भवति, यतोहि खरि सकारः, अन्यत्र सर्वत्र रेफः इति तु भवति स्म, नियमनुसृत्य तु भवति स्म, द्वितीयं सोपानं खलु. इच् वर्णः अस्ति, खरि सकारः, अखरि रेफः, तावदेव अस्ति. अतः बहिर्यद्यपि अस्ति तथापि किमपि नाम वक्तव्यमिति नास्ति तत्र. बहिरिच्छति, बहिरिच्छति, हा इति अस्ति, अखरि अखरि तथा अस्ति, तथा भवति. अस्तु, समीचीनमस्ति. किन्तु अतः क्षम्यताम्, अत्र प्रथमवाक्यमस्ति अव्ययस्य अन्ते विसर्गः अस्ति चेत् तस्य अव्ययस्य प्रातिपदिकं ज्ञेयं, तत् मया न अवगतम्. अन्ते रेपः अस्ति चेत् प्रातिपदिकम् इति अग्रे, पुनः यथा पुनः इति विसर्गः अस्ति, पुनः अव्ययमस्ति, किन्तु तस्य मूलरूपमस्ति पुनर् इति प्रातिपदिकं ज्ञातव्यमस्ति, तस्य अर्थः अयमस्ति. अतः पुनः बहिः, तत्र अव्ययानि सन्ति, तेषाम् अन्ते विसर्गः अस्ति, तेषां मूलरूपं ज्ञातव्यमस्ति, येन सम्यक्तया विसर्गसन्धिः स्यात्. अस्तु, समीचीनमस्ति. महोदय, एकः प्रश्नः परिशील, अनव्ययानां रेफान्त पदानां विषये सामान्यनियमः वा, यथा पितरः पितरः एकस्मिन् समये एकः पुरुषः एकः मनुष्यः वक्तव्यः अस्ति. पुष्पभगिनी तूष्णीं तिष्ठतु एकवारम्. इदानीं जगन्नाथमहोदय तत्र अव्ययं नास्ति, किन्तु रेफातः इत्युक्ते यथा पितरः शब्दः अस्ति इति मन्ये. तत्र रेफातः कुत्र अस्ति? पितृ अव्ययं तत्र ऋकारः अस्ति, पितृप्रातिपदिकं क्षम्यता, किन्तु रेफः नास्ति. ओ, रेफः रेफः इति व्यञ्जनम् अत्र तत्र अप्रासङ्गिकः अस्ति. अस्तु अग्रे राजी भगिनी अग्रे. इदानीम् अतः अस्ति, अतः रेफान्तव्ययं नास्ति, कथमस्ति इति? अतः इच्छति, अतरिच्छति दोषः. अतः इच्छति, अत इच्छति साधु. अतः परस्य विसर्जनीयस्य आचि लोपः इति सूत्रं कार्यं करोति अत्र. अकाल अद अत् वर्णस्य परः आचि अस्ति, अतः विसर्गलोपः भवति पञ्चमसूत्र अनुसृत्य. अस्माकं यत्र यत्र प्रत्याहारः अस्ति तत्र सप्तमी विभक्त्यन्तम् अस्ति, तत्र अस्माकं तत्र अवधानमपेक्षितमस्ति. अत्र आचि अस्ति इति न वक्तव्यमस्ति खलु, किं वक्तव्यमस्ति? आच् आच् खरि अस्ति, अखरि अस्ति, आचि अस्ति इति अनुक्त्वा खलु, खर् अस्ति, अखर् अस्ति, आच् अस्ति इति वक्तव्यं. महोदय अतः इत्यस्य प्रातिपदिकं किं महोदय? अतः अतः इति प्रायः सकारान्तः स्यात् अतस्. यथा यथा यथा श्वः ह्यः तदपि तथा अस्ति, नाम श्वः इत्यस्य श्वस्, ह्यः इत्यस्य ह्यस् अस्ति. अतः अतः यथा यथा पुनः पुनः योगः भवति, तत्र तत्र किं वदामः? तत्र पुनर्भवति रेपः. हा, किं सामान्यनियमनुसृत्य किं भवति स्म? पुनः भवति, पुनः सामान्य पुनो भवति इति दोषः भवति स्म. बहु समीचीनमस्ति. किन्तु अत्र प्रथमं सोपानं नास्ति इति कृत्वा रेफः एव पुनर्भवति, पुनर्भवति. इदानीं श्वः श्वः भवति, तर्हि श्वः भवति किं किं भवति श्वः भवति? तत्र सन्धिं करोतु. स्वभवति किल? न, तत्र स्वभवति. हा, स्वभवति. अकार उकार बालः बालः भवति, बालो भवति, श्वः भवति, श्वो भवति इति अस्ति, इति अस्ति श्वस् ह्यस् अतस्. अस्तु, समीचीनमस्ति. इदानीं पुस्तके उदाहरणानि त्रीणि सन्ति, पश्येम. अत्र द्विपञ्चाशत्तमेपुटे द्विपञ्चाशत्तमेपुटे अत्र उदाहरणत्रयमस्ति. राजेन्द्रमहोदय प्रथमं स्वीकरोतु. एतानि उदाहरणानि परिशील्यत. बहिः योग अन्तः, अत्र तु रेफान्त प्रातिपदिकम् अस्ति. बहिर् अन्तः तत् बहिरन्तः निष्पन्नं भवति, अत्र रेफः आगच्छति. किमर्थं तत् अत्र प्रातिपदिकं बहिर् अस्ति, तत् कारणात् विसर्गस्य स्थाने रेफः आदेशः भवति, तत् बहिरन्तः. मम प्रश्नः अस्ति यत् तादृश तादृशव्ययमस्ति चेत् सर्वत्र रेफः एव अस्ति वा? तत् अनन्तरम् अत् अस्ति तत् तथा खरि अस्ति तत् भिन्नरीत्या गच्छति हा इति वक्तव्यमस्ति तर्हि बहिः तिष्ठति इति किं भवति बहिः तिष्ठति बहिस्तिष्ठति तत्र तु सर्वत्र रेफः भवति इति नास्ति चिन्तनीयमस्ति किं वक्तव्यमस्ति प्रथमं सोपानं नास्ति चेत् रेफः अतः अत्र रेफः अस्ति किन्तु वस्तुतः यथा उक्तं मया तत्र इच् वर्णः अस्ति इति कारणतः तत्र अखरि सर्वत्र रेफा एव खलु अत्र अत्र अपवादभूतपदं नास्ति यद्यपि रेफान्तव्ययमस्ति बहिः हा अस्तु समीचीनमस्ति जगन्नाथमहोदय द्वितीयं पुनः योग अत्र अत्र तु पुनः योग पुनः योग विसर्गः योग अयोग तत्र अग्रे तेषां किमपि त्यजतु भवतः मनसि तत् वदतु आम् पुनः अत्र तु विसर्गस्य पूर्वम् अकारः विसर्गस्य परमपि अकारः किन्तु एतत्तु अखरि अस्ति विसर्गस्य परं विसर्गात् परं तस्मात् रेफान्तरेव भवति पुनरत्र इति पुनरत्र पुनः पुनः पुनः चिन्तयति किं भवति पुनोत्र न न न न वदामि यदि पदमसि चिन्तयति पुनः चिन्तयति किं भवति पुनश्चिन्तयति खरि परे अस्ति चेत् सकार एव आदेशः हा हा हा बहु समीचीनमस्ति तत्र पुनः शोधकार्यं पुनः शोधकार्यमिति रामप्रियभगिनी किं भवति पुनः शोधकार्यं पुनश्चोधकार्यं किं भवति इश्च पुनश्चोधकार्यं च एव चकारः कुत्र शोधकार्यं पुनः शोधकार्यं किं भवति पुनः शोधकार्यं सकारः चिन्तयतु अग्रे कीदृशवर्णः अस्ति अग्रे कीदृशवर्णः अस्ति अग्रे षकारः अस्ति किल सालव्यषकारः हा तत्र कस्मिन् प्रत्याहारे षकारः तु खर् प्रत्याहारे अस्ति तर्हि प्रथमसोपानम् आगच्छति सकारः आगच्छति अनन्तरं श्रुत्वसन्धि भूत्वा इष् आगच्छति षकारः अर्धषकारः शोधकार इष इति भवति किल तर्हि किं भवति आहत्य प्रथमपदं महोदय रूपं किं शोधकार्यम् इति श्रुतवती प्रथमपदं क्षम्यतां सन्धिं करोतु तस्य उच्चारयतु पुनः शोधकार्यं समीचीनमस्ति पुनःशोधकार्यम् अपि च विकल्पेन अन्यत् अस्ति वा अखरि अस्ति नास्ति इति चिन्तयामि अस्माभिः दृष्टं तत् एकं सूत्रमस्ति वाशरि भो बहु अस्माभिः प्रथमे सोपाने तत्र शर् प्रत्याहारे अस्ति चेत् किं भवति न स्मरति प्रथमे सोपाने पश्यतु शरीपरे किं भवति तदेव तिष्ठति तदेव तिष्ठति पुनः शोधकार्यम् इति विसर्गः तिष्ठति एकस्मिन् पक्षे अस्ति समीचीनमस्ति अस्तु इति द्वितीयम् उदाहरणं तृतीयम् उदाहरणम् इति अजय महोदय प्रातः योगः गच्छति अतः प्रातः प्रातिपदिकं ज्ञेयं प्रातर् इति इति ज्ञेयम् अतः प्रातर् गच्छति इति भवति. यतोहि गकारः खर् प्रत्याहारे नास्ति. अस्तु, समीचीनमस्ति. यदि स्थापयति इति अग्रे अस्ति, प्रातः स्थापयति, प्रातः स्थापयति, प्रातः स्थापयति. हा, तत्र विकल्पद्वयमस्ति वा? पुनः प्रश्न एकवारं पृच्छतु. न, प्रातः योगः स्थापयति, तत्र चिन्तनं किम्? तदेव तिष्ठति एकवारं. प्रातः तिष्ठयति, स्थापयति, सकारः पुनः भवति, प्रातस्थापयति इति एकम्. अन्यत् विकल्पेन अन्यत् रूपं भवति वा? विकल्पेन इदानीमेव, विकल्पेन इदानीं रापि भगिनी किम् उक्तवती? विकल्पेन प्रातः स्थापयति, नाम विकल्पेन विसर्गः तिष्ठति एव इति. विसर्गः तिष्ठति, सरि, प्रातः शशस इति अस्ति चेत् विकल्पेन अस्ति. अस्तु, समीचीनमस्ति. क्षम्यता महोदय, प्रातः स्थापयति, प्रथमरूपं प्रातः स्थापयति इति सकारः द्वित्वं वा? सत्यं, प्रातः स्थापयति इति अस्ति. अस्तु, समीचीनमस्ति. तत्र केवलं रेफः अस्ति चेत् अस्माभिः बोध्यमस्ति कथमस्ति इति. अस्तु, इदानीं द्वितीयं पश्येम इति कः अस्ति? सरला भगिनी अस्ति वा? अस्तु, लक्ष्मी भगिनी महोदय अस्मि. सरला भगिनी अस्ति. अस्तु, पठतु कृपया द्वितीयं. पदच्छेदं कुरुतः सेनयोरुभयोरपि. अतः सेनयोः न कुत्र भवती, कुत्र अस्ति? न, इदानीं करपत्रे पश्यतु, एषः सः इति द्वितीयम्. एषः सः तिष्ठति, सः तिष्ठति दोष, कारणं कि दकार विसर्गसपरे अस्ति, खर् प्रत्याहारे अस्ति, प्रथम सोपानं कार्यं करोति, विसर्जनीयस्य परः खरि अस्ति, सकार आदेश भवति, किन्तु अत्र दोषः अस्ति. एषः सः इति द्विपदे विशेषे तयोः कृते चतुर्थसूत्रेण अति उत्तमं भवति, अन्यत्र सर्वत्र लोप एव. सः तिष्ठति, स तिष्ठति साधु. अत्र सः तिष्ठति, तत्र विसर्गस्य लोपः भवति. एषः सः द्वे पदे सर्वनाम पदे अस्ति, तयोः कृते चतुर्थसूत्रम् इति उत्तमं भवति. यदा चतुर्थसूत्रम् अस्ति, विसर्गात् प्राक् अकारः अस्ति, तस्य परे हसि वा अत् अस्ति, उकार आदेशः भवति. इति अस्ति. इदानीम् एकं बोध्यम् अस्तु, अग्रे पश्येम. तत्र लक्ष्मी भगिनी अग्रे. महोदय क्षम्यतां, मम सङ्गणकं सम्यक् नास्ति, क्षम्यताम्. अस्तु अस्तु, नास्ति चिन्ता. तर्हि रत्ना भगिनी अग्रे. ध्येयं यत् एषः सः इति द्वयोः पदयोः कृते अतः परस्य विसर्जनीयस्य अति हसि च उत्वम् इति सूत्रेण अति उत्वं भवति, परन्तु हसि उत्वं न भवति, अपि तु लोपः एव. सः गच्छति, सो गच्छति दोषः. सः गच्छति, स गच्छति, साधु. इत्युक्ते अत्र सः एषः अत् परे अस्ति चेत् तर्हि अति उत्तमं भवति. सः अपि, सोऽपि, साधु. अस्तु, अत्र सः अथवा एषः इति पदं भवति चेत् अतः परस्य विसर्जनीयस्य अति हर्षि च उत्तमम् इति सूत्रेण अति उत्तमं भवति. अस्तु, अस्तु, यदि विसर्गस्य पुरतः अत् अस्ति चेत् अत्र विसर्गस्य स्थाने उकारः भवति, अनन्तरं पूर्वरूपसन्धिः भवति, सोऽपि, यथा सः अपि, सोऽपि इति भवति. किन्तु विसर्गस्य पुरतः हश् वर्णः अस्ति चेत् केवलं विसर्गस्य लोपः भवति, विसर्गस्य स्थाने उकारः भवति इति चिन्तयामः चेत् तत्र दोषः भवति. हा, अन्यत्र सर्वत्र चतुर्षु स्थलेषु तथा अस्ति, नाम लोपः एव. सः तिष्ठति इति चतुर्षु इत्युक्ते तत्र यत्र पूर्वम् अस्माकं किं चिन्तनीयमस्ति, सुब्रह्मण्यं महोदय तत्र किञ्चित् सहायं करोतु. अत्र नाम सः इति तत्र कुत्र सः इति पञ्चसु सूत्रेषु कुत्र भवति सः? पञ्चसु सूत्रेषु सः इति अत्र अत्र विसर्गात् परः यदि खर्वर्णः अस्ति चेत् अत्र सः खादति इति अस्ति चेत् अत्र अत्र तु इदानीं विसर्गस्य लोपः भूत्वा स खादति इति भवति. बहु समीचीनमस्ति. केवलम् आरम्भे एवं वदतु, आरम्भे एवं वदतु यत् पञ्चसु सूत्रेषु तत्र प्रसक्तिः कुत्र भवितुम् अर्हति? यथा द्वितीयसूत्रे तत्र द्वितीयसोपानं तत्र सः इत्यस्य कार्यं भवति कदाचित्, द्वितीयसोपानस्य सः इत्यस्य कार्यं न भवति, प्रथमसोपाने भवति अपि च भवितुमर्हति, द्वितीयसोपाने न भवति, तृतीयसोपाने न भवति, चतुर्थ अपि च पञ्चमसोपाने, प्रथम चतुर्थ पञ्चमसोपानेषु भवति महोदय. हा हा, बहु समीचीनं. यत्र पूर्वम् अकारः अस्ति, लघु अकारः, बालः, यः कोऽपि तादृशशब्दः अस्ति, तत्र त्रिषु स्थलेषु अस्माभिः चिन्तनमस्ति, चिन्तनीयमस्ति. एकस्मिन् तु सकारः, एकस्मिन् तु उत्तमम्, एकस्मिन् तु लोपः. तर्हि त्रिषु स्थलेषु अस्य किन्तु सकार सः इति अत अपि च एषः इत्यनयोः का गतिः? यदि सः एषः तस्मात् द्वयोः द्वाभ्याम् अनन्तरम् अत्र द्वयोः अनन्तरम् अत्र अत्वर्णः अस्ति चेत् यथा सः अपि अस्ति, अत्र तु चतुर्थसोपानस्य प्रसक्तिः अपि च कार्यम्. अन्यस्थलेषु अत्र केवलं लोपः एव भवति विसर्गस्य. कुत्र? यदा दीर्घ आकारः वा इच् वर्णः वा हल् वर्णः वा अस्ति चेत् तस्मिन् समये अत्र विसर्गस्य लोपः भवति. यथा उदाहरणमत्र प्रथमं तु अत्र अकारः अस्ति चेत् अत्र चतुर्थसोपानम् आगत्य सः योगः अपि, अत्र विसर्गस्य स्थाने उकारः अत गुणसन्धि भूत्वा सो योगः अपि एङ्गः पदान्तादति इत्यनेन अत्र पूर्वरूप आदेशः, अतः सोऽपि इति भवति. यदि अत्र सः आगच्छति अस्ति, अत्र तु स आगच्छति भवति विसर्गस्य लोपः भूत्वा, सः इच्छति अस्ति चेत् अत्र किं सोपानमासीत् सः इच्छति अत्र अत्र पञ्चमसोपानम् हा पञ्चमसोपानमस्ति आचि यथा सः इच्छति तत्रापि पञ्चमसोपानमस्ति तस्य प्रसक्तिः एव अत्र यदि सः खादति अस्ति इदानीं खातु खर्वर्णः अस्ति अत्र तु इदानीं तत्र क्रमेण पश्यामि तत्र पञ्चमसोपानं भवता उक्तं बहु समीचीनमस्ति तर्हि तत्र यथा भवति स्म तथा अस्ति अथवा तस्मात् भिन्नं किञ्चित् अत्र यथा अत्र पञ्चमसोपाने अस्ति तथा एव भवति हा अत्र अपवादभूतकार्यं किमपि नास्ति खलु सर्वे वदन्ति अत्र लोपः अति तु भवति स्म अत्रापि तथा अतः किञ्चित् विशिष्टचिन्तनीयं नास्ति तर्हि भेदः कुत्र अस्ति केषु सोपानेषु भेदः भेदः अस्ति यदि केषु सोपानेषु प्रथमसोपाने प्रथमसोपाने अत्र यदि खर्वर्णः अस्ति अपि च हश्वर्णः अस्ति चेत् हल्वर्णः अस्ति हश्वर्णः इत्युक्ते चतुर्थसोपानं महोदय हा हा बहु समीचीनमस्ति अतः संक्षेपे किम् अस्ति पञ्चमे सोपाने यथावत् भवति कार्यम् अपि च अपवादभूतकार्यं कुत्र प्रथमे सोपाने अपि च चतुर्थसोपाने हश्वर्णः अस्ति चेत् हा इति अस्ति तत्र यथा सामान्यं कार्यं न भवति तत्र इति सर्वेषां मनसि भवेत् तत्र प्रथमे सोपाने किं सकारः भवति चेत् सकारादेशः किन्तु तद् अभूत्वा किं भवति विसर्गस्य लोपः भवति हा अपि च चतुर्थे सोपाने तत्र हसति चेत् हसति चेत् अत्रापि अत्र उकारः भवेत् परन्तु अपवादत्वेन इदानीम् अत्र विसर्गस्य लोपः यथा सः गच्छति तत्र किं भवति स गच्छति इति भवति हा बहु सुन्दरमस्ति तर्हि अत्र पुरतः अस्माभिः दृश्यते खलु तत्र प्रथमे सोपाने सः तिष्ठति इति तिष्ठति इति एव अस्ति प्रथमं सोपानम् अनन्तरं चतुर्थं सोपानमस्ति सः गच्छति स गच्छति इति अस्ति पञ्चमे सोपाने यथावत् अस्ति यथा सः इच्छति सः आगच्छति इति लोपः इति तु भवति एव सर्वेषाम् इति कृत्वा बालः अपि च महोदय अत्र विकल्पः अपि भवति किल महोदय हा विकल्पः अपि अस्ति विकल्पः अपि अस्ति हा वदतु अत्र विकल्पः सः आगच्छति तस्मिन् समये अत्र स आगच्छति अपि च स यागच्छति इति अपि भवितुम् अर्हति हा हा सत्यं बहु समीचीनमस्ति अस्तु तर्हि अत्र अभ्यासः अपि अस्ति पुस्तके किञ्चित् पश्येम यत् सः एषः अपि एकं वदामि अत्र सर्वे अवगच्छन्तु संयोजयिष्यामि अत्र एषः सः इति अपवादभूतपदद्वयमस्ति किन्तु यः तिष्ठति अखिल भगिनी वदतु किमस्ति यः तिष्ठति यस्तिष्ठति सः तिष्ठति यः तिष्ठति समानं नास्ति इति सर्वेषां मनसि भवेत् यस्तिष्ठति किन्तु स तिष्ठति इति भेदः अस्ति केवलम् एषः सः इति पदद्वयमस्ति अस्तु पुस्तके पञ्चपञ्चाशत्तमे पुटे अस्माकम् अभ्यासः भवति पञ्चपञ्चाशत्तमे पुटे अस्ति अस्तु समीकस्य प्रथमं सरला भगिनी करोतु एषः आगच्छति अत्र विसर्गः पूर्व आकारः अस्ति खरि प्रत्याहारे नास्ति विसर्गात् प्राक् अकारः अस्ति अतः विशेष एषः अस्ति विशेष कार्यं भवति अत्र पञ्चमसोपानमपि कार्यं करोति, एष आगच्छति, अत्र विसर्गस्य लोपः भवति, विकल्पेन भो भगो अघो योषि इति सूत्रेण यकार आगच्छति, लोपशाकल्यस्य यकारस्य लोपः भवति, एष यागच्छति वा एष आगच्छति इति भवति। हा तर्हि इदं कार्यम् अपवाद अपवादभूतकार्यमस्ति, अत्र अपवादभूत नास्ति, कारण कि पञ्चमसोपाने विसर्गात् प्राक् अकारः अस्ति, विसर्गस्य पुरत आच् अस्ति, तत्र लोपः भवति विसर्गस्य। यथा सामान्यं बहु समीचीनमस्ति। अस्तु अग्रे गच्छेम, द्वितीयं लक्ष्मीभगिनी कृपया। सः योगः उच्यते, अत्र सः एषः द्वे पदे अपि विशेषपदे, तदर्थम् अत्र सामान्यसूत्राणि न कार्यं करोति कुर्वन्ति। अत्र उकारः इच् प्रत्याहारस्तवर्णः, अत्र केवलं विसर्गस्य लोपः भूत्वा सा उच्यते इति भवति, अनन्तरम् अत्र विकल्पेन यकारस्य लोपः भूत्वा प्रथमं रूपम् आगच्छति, सा उच्यते, विकल्पेन द्वितीयं रूपमपि आगच्छति, सै उच्यते इति अपि आगच्छति। हा तर्हि अत्र इदं कार्यं कथमसोपानस्य कार्यम्? महोदय हा पञ्चसोपानानि सन्ति, इदं कार्यं कथमसोपानस्य पञ्चमसोपानस्य महोदय न चतुर् प्रथमम् अकारः अस्ति, अनन्तरम् उकारः इत्युक्ते इच् वर्णः, या पञ्चमसोपान हा अत्र पञ्चमसोपानमस्ति, अत्र पञ्चमसोपानम् इति कृत्वा तत्र अपवादभूतकार्यम् अथवा सामान्यकार्यमस्ति अत्र? अत्र अपवादभूतकार्यं, किमर्थं चेत् अत्र सकार सः विशेषपदमस्ति। हा किन्तु यथा बालः उच्यते, बालः उच्यते इति चेत् किं भवति अत्र? बालः उच्यते बालो बाल उच्यते बालः उच्यते बाल उच्यते अथवा विकल्पेन बालयुच्यते अपि भवति वा? महोदय भगिनि आं महोदय भ्रमः अस्ति वा, नाम अवगच्छति वा किं सोपानमस्ति? पञ्चमं सोपानं, किमर्थं चेत् प्रथमवर्णः अकारः, अनन्तरम् इच् वर्णः अस्ति, अतः परस्य विसर्जनीयस्य आचि लोपः। तर्हि बालः उच्यते अपि च सः उच्यते, द्वयोः दृश्ययोः मध्ये कोऽपि भेदः अस्ति? कः भेदः? कः भेदः इत्युक्ते सः शब्दः अत्र अपवादशब्दः न, एकनिमेषः, कार्यं पश्यतु, बालः उच्यते इत्यस्मिन् किं कार्यं, सः उच्यते इत्यस्मिन् किं कार्यं, तत्र भेदः अस्ति? पश्य बालः उच्यते इति किं भवति? बालः उच्यते, बाल उच्यते, बाल उच्यते, लोपः लोपः अथवा बालयुच्यते, यकारादेशः भवति, बाल उच्यते अथवा बालयुच्यते खलु. पुनः सः इति अस्ति चेत् स उच्यते स युच्यते इति अस्ति. तत्र द्वयोः मध्ये कार्य दृश्ये तत्र भेदः अस्ति नास्ति खलु? अस्माभिः किमुक्तं तत्र तत्र सुब्रह्मण्यमहोदयः किम् उक्तवान् अत्र पञ्चमे सोपाने तत्र भेदः नास्ति. भेदः कुत्र? प्रथमे सोपाने अपि च चतुर्थे सोपाने यत्र यत्र हसि अस्ति खलु. अत्र अन्यत्र सर्वत्र नाम सर्वत्र इत्युक्ते पञ्चमे पञ्चमे सोपाने तु भेदः नास्ति, लोपः इति तु भवति स्म सर्वेषां पञ्चमे तु सोपाने तु भवति लोपः, अत्रापि लोपः, अत्र भेदः नास्ति, अपवादभूतकार्यं नास्ति अत्र. स्पष्टं वा? अस्तु समीचीनं. तर्हि अग्रे गच्छेम. इदानीं बालसुब्रह्मण्यमहोदयत्र अग्रे. तृतीयं तृतीयम् अत्र तृतीयं सः सः योगः एव कथमं सोपानं पुस्तके क्षम्यतां महोदय. सः एव सः एव विसर्गलोपः सः अत्रापि पञ्चम सोपानं ह्रस्वाकारः प्रथमभागे द्वितीयभागे इच् तस्मात् स विसर्गलो लोपः स एव विकल्पेन स एव यकारः याति साकल्य हा बहु समीचीनमस्ति. अस्तु अग्रिमे उदाहरणं ते यद् लिखितवन्तः अत्र मास्तु यतोहि तेषां चिन्तनं भिन्नम् अस्ति. इदानीं भट्टसूत्र अस्माकम् अभ्यासः जातः खलु. इदानीम् अस्माकं मनसि तत्र पञ्चसूत्राणि अस्ति पञ्चसूत्राणि सन्ति तदाधारीकृत्य चिन्तनीयमस्ति. अग्रे अखिला भगिनी तत्र एतानि उदाहरणानि परिशीलयत. एतानि उदाहरणानि परिशीलयत. एषः योगः वः एषः एष योगविसर्गः योगः व योगः अः एषः योगः वः अत्र व इति तत्र हष्प्रत्याहारे अस्ति. एषः इति तत्र पदस्य तु तत्र अपवादकार्यं भवति हष्प्रत्याहारस्य कश्चन वर्णः अनन्तरमस्ति चेत् विसर्गस्य अनन्तरमस्ति चेत् इति वयं जानीमः. तत्र चतुर्थसोपानस्य अपवादम् अपवादः अस्ति अयं. तर्हि एषः योगः व इति वः इति स्थितौ तत्र विसर्गस्य लोपः भवति एष वः इति रूपं निष्पन्नं. हा किं भवति स्म सर्व अन्यत्र यथा बालः वः? हा अत्र तु तत्र विसर्गस्य स्थाने उकारादेशः बालो वः इति पूर्वरूपसन्धि भूत्वा तत्र बालो वः इति रूपं भवति परन्तु अत्र एषः इति पदमस्ति इति कृत्वा तादृशकार्यं न भवति लोपः एव भवति एषवः इति रूपं भवति. हा सुन्दरं बहु समीचीनमस्ति. अजय महोदय अग्रे. एषः योगः ज्ञायम् अतः चतुर्थ सोपानं कार्यं करोति कार्यं करोति चेत् एषो ज्ञायम् इति दोषः. एषः सः अपवादसूत्रेण लोपः भवति, एषा ज्ञायम् इति भवति. हा, बहु समीचीनमस्ति, एष ज्ञानमिति अस्ति. अस्तु अग्रे पुष्पा भगिनी अग्रे. पुष्पा भगिनी अस्ति, विद्या भगिनी कृपया. सः योगः कौन्तेयः, अत्र विसर्गस्य अनन्तरं ककारः कर्वर्णः अस्ति, तत्र प्रथमसोपानं सोपानस्य प्रसक्तिः अस्ति, परन्तु अत्र सः एषः इति अपवादम् अस्ति, अपवादः इति कृत्वा विसर्गः लोपः, स कौन्तेय इति. हा, सुन्दरम् अस्तु. रामप्रिय भगिनी अग्रे. आम् महोदय, सः घोषः इति अस्ति, तत्र विसर्गात् पर्थः घ इति हश् प्रत्याहारे अस्ति, चतुर्थसोपानस्य प्रसक्तिः अस्ति, भवति चेत् सो घोषः इति भवति, परन्तु तत्तु दोषाय इति कृत्वा लोपः भवति, स घोषः इति अस्ति. समीचीनं. जगन्नाथमहोदय अग्रे. सः योग च, अत्र प्रथमसोपानस्य प्रसक्तिः अस्ति, किन्तु सः पदम् इति अप इति विषये अपवाद सूत्रमस्ति, तस्मात् स च विसर्गस्य लोप एव भवति, स च. यदि यः अस्ति, यः यः अस्ति चेत् यश्च, यः सकार आदेशः, तस्मात् स्तोष्टुनस्तु सूत्रेण षश्च इति भवति. अस्तु, चतुर्थे यश्च, क्षम्यताम्. चतुर्थे अभ्यासे तत् घोषः, यः घोषः, तत्र किं भवति? यो घोषः. तृतीयं, तृतीयं सः तया यः कौन्तेयः, यः कौन्तेयः, यस् कौन्तेयः, किन्तु तदेव कख पेफे तु विसर्गः एव, सो जिह्वा मूल्ये भवति, यः कौन्तेयः. यः ज्ञानं जकार योज्ञानं. बहु समीचीनमस्ति. यः वः इति अस्ति, इति भेदः अस्ति. राजी भगिनी अग्रे. सः चः सः तया प्रथमसोपानं कार्यं कर्तुं शक्यते, परन्तु सः विशेष शब्दं भूत्वा विसर्गस्य लोपः भवति, स तया. बहु समीचीनमस्ति. तत्र अग्रे अग्रे यत् उत्तरं दत्तमस्ति तत् अदृष्ट्वा सर्वे वदन्तु, तत्र उत्तरस्य दर्शनेन अस्माकं लाभः नास्ति, वामतः एव पश्यन्तु, तत्र दक्षिणतः किम् अस्ति इति मा पश्यन्तु. बहु समीचीनमस्ति. अस्तु, यः तया, यदि यः स्यात् यः तया, यो तया, एवं वा? यः तया किं सोपानं? प्रथमसोपानं कार्यं करोति, ता वर्णः अखरि अस्ति, खरि अस्ति, खर् प्रत्याहारस्य वर्णः ताक्तव्यं खलु, खर् प्रत्याहारस्य अन्तर्भूतवर्णः ता, अतः यः योगः तया अत्र अत्र खरि अस्ति इति वक्तुं शक्नुमः, नाम तकारः खरि अस्ति, किन्तु तत्र खरि अस्ति इति तत्र सूत्रस्य सप्तमी विभक्ति इति अर्थः नास्ति, पूर्वकालमिति नास्ति, तदानीं केवलम् अधिकरणमस्ति. एकनिमेषः भगिनि, तत्र अधिकरणार्थे यदि स्वीकुर्मः तदानीं वक्तुं शक्नुमः तत्र तकारः खरि अस्ति. किन्तु सामान्यतया किं वक्तुं वदामः यत् पूर्वकार्यमस्ति सप्तमी विभक्ति इति कृत्वा तद् तादृशम् अनुक्त्वा खर् वर्णः अस्ति, खर् वर्णः अस्ति इति सामान्यतया वदामः. अस्तु, समीचीनमस्ति, अग्रे गच्छेम. तर्हि इदानीं राजेन्द्रमहोदय अग्रे. आम् आं महोदय, सः परः अत्र तु हस् हस् प्रत्याहारे क्षम्यताम् अत्र तु खर् प्रत्याहारे कोऽपि वर्णः अस्ति, अन्यतम वर्णः अस्ति, परन्तु अत्र सः अस्ति विशेष पदं, तत् स परः भवति अत्र. अत्र प्रथमसूत्रस्य सोपानस्य कार्यं न भवति. हा, बहु समीचीनमस्ति. अस्तु, इति अस्ति. तर्हि अग्रे गच्छेम. इदानीं लक्ष्मीभगिनी अग्रे. सः बुद्धिमान्. अत्र बकारः अखर्वर्णः, हश्वर्णः, चतुर्थसूत्रं कार्यं करोति स्म परन्तु न भवति. किमर्थं चेत् सः विशेषशब्दः, अपवादत्वेन विसर्गस्य लोपः भूत्वा स बुद्धिमान् इति भवति. स बुद्धिमान्, यः अस्ति चेत् यः यो बुद्धिमान्. बहु सम्यक् अस्ति, अवगतवान्, अवगतवती. समी बालसुब्रह्मण्यं अग्रे. सः भूयः, चतुर्थ सोपानप्रकारम् उकारः उक्तं भवति, परन्तु सः विशेष पदम् इति कारणात् स सर्गलोपः, स भूयः. यः अस्ति चेत् यः भूयः, यो भूयः. समीचीनमस्ति, इति अस्ति, बहु सम्यक् अस्ति. विद्याभगिनी अग्रे. सः योगः महात्मा. अत्र मकारः हश्वर्णः अस्ति, चतुर्थसोपानं सोपानस्य प्रसक्तिः, परन्तु अत्र सः इति विशेषपदम् अपवादत्वेन स महात्मा, स महात्मा इति भवति. यः यो महात्मा. सुन्दरम्. अस्तु, पुष्पा भगिनी अग्रे. महोदय, एकः प्रश्नः अस्ति. अत्र किमर्थम् एषः सः इति विशेषपदम् इति वदामः, किमपि कारणमस्ति वा? न, तत्र एतादृशप्रश्नः केवलं किं वक्तव्यमस्ति यत् भाषा तथा अस्ति. अस्य उत्तरं नास्ति. नाम तत्र पाणिनिः दृष्टवान् यत् संस्कृतभाषां कथमस्ति इति दृष्ट्वा एव अष्टाध्यायी इति ग्रन्थं विरचितवान्. इत्युक्ते यदि पाणिनीं स्वयं वयं पृच्छामः किमर्थं विद्यरैचि इति, किमर्थं वृद्धिः भवति, किमर्थं गुणः इति कारणं तत्र उत्तरं नास्ति खलु. तदेव अस्तु. नाम एषः इति किमर्थं तथा, अथवा यः कोऽपि प्रश्नः अस्मिन् प्रसङ्गे यः कोऽपि प्रश्नः, तस्य उत्तरं नास्ति. नाम भाषा कुतः आगतः, किमर्थम् आगतः इति कः जानाति. तत् वेद दृष्ट्वा कृतं न पाणिनि? न, तथा नास्ति. तत्र वेदीयभाषा इति भिन्ना अस्ति, अत्र लौकिकभाषा भिन्ना अस्ति. पुष्पभगिनी अग्रे. सः जीवति, तत्र हश्वर्णः अस्ति, सः अग्रे हश्वर्णः अस्ति, सः तु अपवाद विशेष पदमस्ति, तथैव स जीवति इति. समीचीनमस्ति. अखिल भगिनी अग्रे. सः योगः युक्तः, अत्र पुनः यकारः हश्वर्णः इति कृत्वा चतुर्थस्तोपानस्य का प्रसक्तिः, परन्तु प्राप्तिः नास्ति यतोहि सः इति विशेषपदं, तर्हि स युक्तः इति लोपः एव भवति. यः सा यो युक्तः. सम्यक्. रचना भगिनी अग्रे. अस्तु. सः विस्मयाविष्टः. अत्र वकारः हश् प्रत्याहारे आगच्छति, अतः चतुर्थसोपानस्य कार्यं भवेत्. किन्तु सः इति किम् अपवादपदमस्ति, अतः विसर्गस्य लोपः भवति. स विस्मयाविष्टः इति भवति. समीचीनमस्ति. अस्तु अग्रे राजेन्द्रमहोदय. अग्रे आम्. सः शब्दः अत्रापि प्रथमसोपानस्य कार्यं प्रसक्तिः अस्ति, परन्तु अत्र सः विशेषपदमस्ति, तत् कारणात् स विसर्गस्य लोपः स शब्दः निष्पन्नं भवति. सम्यक्. यः अस्ति चेत् यः अस्ति चेत् यश् यश् यश् शब्दः अथवा विकल्पेन यः शब्दः भवति. हा, बहु समीचीनमस्ति. अस्तु सुब्रह्मण्यमहोदय अग्रे. आं महोदय. सः सर्वेषु. अत्र साधारणतया प्रथमसोपान खर्वर्णः अस्ति विसर्गस्य अनन्तरं, परन्तु इदानीम् अत्र सः इति विशेषशब्दः, अतः विसर्गस्य लोपः भूत्वा स सर्वेषु इति भवति. यदि यः अस्ति, यः योगः सर्वेषु, अत्र तु विसर्गस्य स्थाने सकारः, यः सर्वेषु विकल्पेन यः सर्वेषु. अस्तु सुन्दरम्. इदानीं किञ्चित् समयः अस्ति. तृतीय अपवादः इति विद्याभगिनी कृपया. रेफः रेफः. हा, तृतीय अपवादः. रेपः योगः रेपः, पूर्वदीर्घत्वं रेपलोपः च इति. महोदय अत्र रोरि अपि च ड्रलोपे पूर्वस्य दीर्घोण इति सूत्रद्वयं किल महोदय? हा, एतत् सर्वम् अग्रे द्रक्ष्यामि. इदानीं सूत्रं मास्तु. अस्तु अस्तु. हरिः योगः हरिः रमते हरिरमते इति दोषः. रेपस्य रेपे परे पूर्वदीर्घत्वं रेपलोपः च. उदाहरणे पूर्वं यः इकारः अस्ति तस्य दीर्घत्वं भवति इति. हरिः रमते इचः परस्य विसर्जनीयस्य रेपः अखरि इत्यनेन हरिर्योगः रमते रेपस्य लोपः पूर्वदीर्घत्वं हरियोग रमते हरिरमते. तथैव पुनः रमते. तर्हि अत्र हरिः रमते इति दृष्ट्वा किं भवति स्म? हा, प्रथमं यदि हरिः रमते इति अस्ति तत्र विसर्गस्य अनन्तरं रेपः अस्ति. रेपः अखर्वर्णः हश्वर्णः इति कृत्वा विसर्गात् प्राक् कः वर्णः? अत्र विसर्गात् प्राक् इकारः अस्ति इति कृत्वा अत्र द्वितीयसोपानं प्रति गच्छामः. हरिर्रमते इति वदामः सामान्यतया, परन्तु अत्र तद् दोषाय अस्ति इति कृत्वा हरिद्वयम् इति भवति स्म खलु? आम्. अत्र सम्यक्तया न लिखितमस्ति, अतः किञ्चित् समीकरोमि. अत्र हरिर्रमते हरिर्रमते इति तादृशं किमपि भवति स्म, किन्तु दोषः. हा, अस्तु. इति अस्ति. हा, तर्हि हरिरमते सर्वे पश्यन्तु अत्र किं जातमस्ति. अत्र विसर्गस्य लोपः जातः, अपि च तस्मात् प्राक् यः स्वरः अस्ति तस्य दीर्घः इति अस्ति. अण् प्रत्याहारे यः कोऽपि वर्णः अस्ति. अण् विद्याभगिनी के के वर्णाः अन्तर्भूताः? अण्प्रत्याहारे अ इ उ. विसर्गात् पूर्वम् अकारः आकारः इकारः ईकारः उकारः उकारः इति चेत् तत्र दीर्घादेशः भवति. हा, अस्तु. इदानीं द्वितीयम् उदाहरणं पश्यामः. सरला भगिनी. तथैव पुनः रमते रेफान्तम् अव्ययम्, अतः विसर्गसन्धौ रेफादेश. पुनर् रमते पुनः रमते पुनर् रमते. पुनः अपि अव्ययः अस्ति, तस्य विसर्ग रेफान्तम् अव्ययः अस्ति पुनर्, अतः रेफादेश भवति पुनर् पुनर्रमते. विसर्गस्य पूर्वम् आकारः अस्ति, अण् प्रत्याहारे अस्ति, तस्य दीर्घं भवति, पुनः रमते भवति. हा, अग्रे किं दत्तमस्ति? पुनः रेफान्तम् अव्ययम्, अतः अत्र अपि रेफ आयाति, रेफस्य रेफे परे रेफलोप पूर्वदीर्घत्वं य इति ध्येयम्. पुनः अपि अव्ययम् अस्ति, तस्य प्रातिपदकं मूले रेफान्तम् अस्ति, तत्र अतः विशिष्टकार्यं भवति विसर्गस्य स्थाने सन्धिकार्यम्, अत्र रेफा आगच्छति, रेफस्य रेफ परे बालः रमते इति भवति स्म इति चेत् बालः रमते, बालः रमते विसर्गस्य पूर्वम् अकारः अस्ति, पर हर्ष प्रत्याहारः अस्ति, उकार आदिष्ट भवति, बालो रमते इति भवति. बालो रमते, अत्र रेफान्तं व्यामिति कृत्वा रेफः, तदर्थमेव यथा इच् वर्णः पूर्वम् अत्र हरिरमते, पुनः अत्र रेफः आगतः इति कृत्वा अस्मिन् उदाहरणभूतपरिस्थितौ आगच्छति. अस्तु, समीचीनमस्ति. रेफस्य रेफे परिलोपः पूर्वदीर्घत्वम् इति अस्ति. हा, वदतु. पूर्वदीर्घत्वम् इति ध्येयम् इति निश्चयेन करणीयम्. निमेषद्वये अत्र पुस्तके पश्येम, तत्र उदाहरणानि सन्ति. सप्तपञ्चाशत्तमे पुटे त्रीणि उदाहरणानि सन्ति. अत्र प्रथमम् उदाहरणमस्ति, लक्ष्मीभगिनी वदतु. लक्ष्मीभगिनी भगिनी अस्ति? अस्तु, रामप्रिय भगिनी. आं महोदय. कविः योगः रचयति, अत्र विसर्गात् अनन्तरं रेपः अस्ति, रेपः हश्वर्णः अस्ति, अतः चतुर्थसोपानं भवति स्म, किन्तु अत्र रेपात् रेपः परस्य इति कार्येण रेपस्य लोपः, अनन्तरं पूर्व अण्वर्णस्य प्रथमपदस्य अण्वर्णस्य दीर्घत्वं कवी रचयति. अस्तु, इति अस्ति रेफस्य, वस्तुतः रेफः भवति, रेफः न भवति इति न वक्तव्यमस्ति. अत्र रेफः भवति, अनन्तरं तस्य लोपः रोरि अनन्तरं. अत्र किं दत्तमस्ति पुनः पश्यामि. रेफः आगच्छति, अनन्तरं तस्य लोपः इति अस्ति. हा, दत्तमस्ति, तथा दत्तमस्ति. अस्तु, द्वितीयं तर्हि अखिला भगिनी अग्रे. महोदय, तत्पूर्वं कविः रचयति इति सन्दर्भे तत् द्वितीयसोपानस्य कार्यं खलु, न तु चतुर्थसोपानस्य उक्तवती. सरला भगिनी किञ्चित् समीकरोतु, सत्यं. क्षम्यतां, क्षम्यतां. भानुः योगः राजते, तत्रापि द्वितीयसोपानस्य कार्यं प्रथमं, तर्हि रेपस्य क्षम्यतां विसर्गस्य स्थाने रेपादेशः, तर्हि भानुर्राजते. इदानीं रेपस्य अनन्तरं रेपः अस्ति इति कृत्वा तत्र रेपलोपः भवति, भानुराजते. तदनन्तरं तस्य रेपस्य पूर्वं यः अण् प्रत्याहारस्य वर्णः यः अस्ति तस्य दीर्घत्वं, तर्हि भानू राजते इति रूपं निष्पन्नं भवति. हा, बहु समीचीनमस्ति. अपि च पुनः रमते इति अस्माभिः दृष्टम्. अस्तु, बालसुब्रह्मण्यं वदतु, तत्र पुनः रमते किं भवति? पुनः रमते विसर्गस्य प्राक् अकारः रेपः परे, तस्मात् अकारस्य दीर्घत्वं भवति, पुनः रमते इति. हा, किन्तु चिन्तनक्रमः कः अत्र? पुनः इति कीदृशशब्दः अस्ति? पुनः इति कीदृशः पुनः? सुब्रह्मण्यं किञ्चित् सहायं करोतु. पुनः इति रेफान्त अव्ययमस्ति, अतः इदानीमत्र रमते इत्यस्य आदौ रेपः यदस्ति तत्तु खर्वर्णः नास्ति, अतः अत्र रेपः पुनर् इति रेपः तिष्ठति, पुनर्योगः रमते. इदानीमत्र प्रथमरेपस्य लोपः भूत्वा अत्र पुन रमते इति भवति. अनन्तरम् अत्र अन्वर्णः अस्ति रेपस्य पूर्वं, सः दीर्घः भूत्वा पुनारमते इति भवति. हा, बहु समीचीनमस्ति. अस्तु, इति इदानीम् अस्माकं वास्तविकसमाप्तिः प्राप्ता अस्ति. वास्तविकसमाप्तिः इत्युक्ते तत्र सामान्यनियमाः दृष्टाः पञ्च, अपि च अपवादः त्रयः इति कृत्वा पाठः सम्पूर्णः अस्ति. किन्तु अग्रिमे सप्ताहे, यतोहि इदानीं व्यावहारिकरूपेण अस्माभिः ज्ञातमस्ति किं किं भवति, इदानीं अधोभागे द्रष्टुं शक्नुवन्ति अत्र आरम्भः जातः अस्ति, यत् नाम तत्र सूत्राणां प्रदर्शनार्थं केवलं आरम्भतः यदि सूत्राणि दृष्टानि स्युः तदानीम् अस्माकं भ्रमः भवति स्म. किन्तु इदानीं वयं जानीमः पञ्चपरिस्थितयः सन्ति, प्रत्येकस्यां परिस्थित्यां किं भवति इति जानीमः, तदाधारीकृत्य इदानीं सूत्राणि सुबोधानि सन्ति, वयं कर्तुं शक्ष्यामः. अग्रिमे सप्ताहे तत् किञ्चित् कुर्मः. अनन्तरम् अन्ततो गत्वा पुस्तके तत्र केचन अभ्यासाः सन्ति, किन्तु तस्मात् प्राक् सूत्राणि द्रष्टव्यानि सन्ति. इदानीम् अस्माकं नैपुण्यं जातमस्ति, अपि पुनः इदानीं जायमानमस्ति. बहु समीचीनमस्ति. तर्हि धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः. नमस्कारः. धन्यवादः.